पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 75 सुकर्मोवाच विष्णुं कृष्णं हरिं रामं मुकुन्दं मधुसूदनं नारायणं विष्णुरूपं नारसिंहं तमच्युतं केशवं पद्मनाभं च वासुदेवं च वामनं वाराहं कमठं मत्स्यं ऋषिकेशं सुराधिपं विश्वेशं विश्वरूपं च अनन्तमनकं शुचिं पुरुषं पुष्कराक्षं च श्रीधरं श्रीपदिं हरिं श्रीनिवासं पीदवासं माधवं मोक्षदं प्रभुम् इत्येवं हि समुच्चारं नामभिर्मानवाः सदा प्रकुर्वन्ति नरा सर्वे बालवृद्धा कुमारिकाः स्त्रियो हरिं सुगायन्ति गृहकर्मरताः सदा आसने शयने याने ध्याने वचसि माधवं क्रीडमानास्तथा बाला गोविन्दं प्रणमन्ति ते दिवारात्रौ सुमधुरं ब्रुवन्ति हरिनाम च विष्णुचारो हि सर्वत्र श्रूयते द्विजसत्तम वैष्णवेन प्रभावेण मर्त्या वरुदन्ति भूतले प्रासादकलशाग्रेषु देवतायतनेषु च यथा सूर्यस्य बिम्बानि तथा चक्राणि भान्ति च वैकुण्ठे दृश्यते भावस्तद्भावं जगदीतले तेन राज्ञा कृतं विप्रपुण्यं चापि महात्मना विष्णुलोकस्य समदां तथानीदं महीतलं नहुषस्यापि पुत्रेण वैष्णवेन ययातिना उभयोर्लोकयोर्भावमेघीभूतं महीतलम् भूतलस्यापि विष्णोश्च अन्तरं नैव दृश्यते विष्णूच्चारं तु वैकुण्ठे यथा कुर्वन्ति वैष्णवाः भूतले तादृशोच्चारं प्रकुर्वन्ति च मानवाः उभयोर्लोकयोर्विप्र एकभावः प्रदृश्यते जरारोगभयं नास्ति मृत्युहीना नरा बभुः दानठोगप्रभावश्च अधिको दृश्यते भुवि पुत्राणां तु सुखं पुण्यमधिकं पौत्रजं नराः प्रभुञ्जन्ति सुखेनापि मानवा भुवि सत्तम विष्णो प्रसाददानेन उपदेशेन तस्य च सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवाः सदा स्वर्गलोकप्रभावो हि कृतो राज्ञा महीतले पञ्चविंशप्रमाणेन वर्षाणि नृपसत्तमा गदैर्हीना नरा सर्वे ज्ञानध्यानपरायणाः यज्ञदानपरा सर्वे दयाभावाश्च मानवाः उपकाररद्धाः पुण्या धन्यास्ते कीर्तिभाजनाः सर्वे धर्मपरा विप्र विष्णुध्यानपरायणाः राज्ञा तेनोपदिष्टास्ते संजादा वैष्णवा भुवि विष्णुरुवाच श्रूयतां नृपशार्दूलचरित्रं तस्य भूपतेः सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषीः अब्दानां तत्र लक्ष्यं हि तस्याप्येवं गदं भुवि नूतनो दृश्यते काय पञ्चविंशाब्दिको यथा पञ्चविंशाब्दिको भादि रूपेण वयसा तदा प्रबलः प्रौढिसम्पन्नः प्रसादात्तस्य चक्रिणः मानुषा भुवमास्ताय यमं नैव प्रयान्ति ते रागद्वेषविनिर्मुक्ता क्लेशपाशविवर्जिताः सुखिनो दानपुण्यैश्च सर्वधर्मपरायणाः विस्तारं ते जनाः सर्वे सन्तत्यापि गदा नृप यथा दूर्वा वडाश्चैव विस्तारं यान्ति भूतले यथा ते मानवा सर्वे पुत्रपौत्रायः प्रविस्तृताः मृत्युदोषविहीनास्ते चिरं जीवन्ति वै जनाः स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः पञ्चविंशाब्धिकाः सर्वे नरा दृश्यन्ति भूतले सत्याचारपरा सर्वे विष्णुध्यानपरायणाः एवं सर्वे च मर्त्यास्ते प्रसादात्तस्य चक्रिणः संजाता मानवा सर्वे दानभोगपरायणाः मृतो न श्रूयते लोके मर्त्यः कोऽपि नरोत्तम शोकं नैव प्रपश्यन्ति दोषं नैव प्रयान्ति ते यद्रूपं स्वर्गलोकस्य तद्रूपं भूतलस्य च संजातं मानवश्रेष्ठप्रसादातस्य च कृणः विभ्रष्टाय मदूतास्ते विष्णुदूतैश्च ताडिताः रुद्रमानागता सर्वे धर्मराजं परस्परं तत्सर्वं कथितं दूतैश्चेष्टितं भूपदे स्तुतैः अमृत्युभूतलं जातं दानभोगेन भास्करे न हुषस्यात्मजेनापि कृतं देवययातिना विष्णुभक्तेन पुण्येन स्वर्गरूपं प्रदर्शितम् एवमाकर्णितं सर्वं धर्मराजेन वै तदा धर्मराजस्तदा तत्र दूतेभ्य श्रुतविस्तरः चिन्तयामास सर्वार्थं श्रुत्वैवं नृपचेष्टितम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातापितृतीर्थवर्णने ययादिचरिते पञ्चसप्ततितमोऽध्यायः ॐ